पुनः बाला नारदं प्रति किमुवाचेति श्रूयन्ताम् द्वाचत्वारिंशत्तमे श्लोके भो भो साधो क्षणं तिष्ठ मच्चिन्तामपि नाशय दर्शनं तव लोकस्य सर्वथा गहरं परम् इति भो भो साधो क्षणं तिष्ठ मच्चिन्तामपि नाशय दर्शनं तव लोकस्य सर्वता अगहरं परम् इति अगहरं नाम पापहरम् इति